पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 12 शेष उवाच इत्युक्तवन्तं स्वपदिं वीक्ष्य प्रेम्णा सुनिर्भरं प्रत्युवाच हसन्तीव किञ्चिद् गद्गदभाषिणी नाददे विजयो भूया सर्वत्र रणमण्डले शत्रुघ्नाज्ञा प्रकर्तव्या कयरक्षा यथा भवेद् स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा कदापि मानसं नादत्वत्तो नान्यत्र गच्छति परमा योधनेकान्तस्मर्तव्याहं न जादुचिद सत्यां मयि तव स्वान्दे युद्धे विजयसंशयः पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम हास्यं नैव प्रकुर्वन्ति मां वीक्ष्य करताडनैः इयं पत्नी महाभीरोसङ्ग्रामे प्रपलायिदुः कादरायर्हि युध्यन्ति शूराणां समयकुतः इत्येवं न हस्संत्युच्चैर्यथा मे देवराङ्गनाः तथा कार्यं महाबाहो रामस्य हयरक्षणे योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः धनुष्टङ्कारबधिराः क्रियन्तां बलिनः परे तव प्रोद्यत्कराम्भोजकरवालभिया बलं परेषां भवताक्षिप्रमन्योन्यभयव्याकुलं कुलं महदलं कार्यं परान्विजयता त्वया गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह इदं धनुर्गृहाणाशु महद्गुणविभूषितं यस्य गर्जितमाकर्ण्य वैरिवृन्दं भयादुरम् इमौ ते त्विषुधीवीर बध्येदांशं यथा भवेद वैरिकोडि विनिष्पेष बाणकोडि सुपूरितौ कवचं त्विदमाधेहि शरीरे कामसुन्दरे वज्रप्रभा महादीप्ति हद सन्तमसन्दृढं शिरस्त्राणां निजोत्तं से कुरुकान्तमनोरमम् इमेवतं से विशदे मणिरत्नविभूषिते इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् नयनकमलदृष्ट्या वीक्षमाणस्तदङ्गम् अधिगतपरिमोदो भारतिशत्रुजेदा रणकरणसमर्थस्तां जगादादिधीरः पुष्कल उवाच काङ्गेयत्वं वदसि मां तथा सर्वं चराम्यहम् वीरपत्नी भवेत् कीर्तिस्तव कान्तिमदीप्सिता इति कान्तिमदी दत्तं कवचं मुकुटं वरं धनुर्मखेषु धीखड्गं सर्वं जग्राहवीर्यवान् परिधाय च तत्सर्वं बहुशोभासमन्वितः शुशुभेदिव सुभटसर्व शस्त्रास्त्रकोविदः तमस्त्रशस्त्रशोभाढ्यं वीरमाला विभूषितं कुङ्कुमा गुरुकस्तूरी चन्दनादिकचर्चितं नानाकुसुममालाभिराजानुपरिशोभितं नीराजयामास मुहुस्तत्र कान्तिमदी सती नीराजयित्वा बहुश किरन्ती मौक्तिकैर्मुहुः गलदश्रुचलन्नेत्रा परिरेभे पदिं निजं दृढं सम्परिरभ्यैदां चिरमाश्वासयत्तदा वीरपत्नी कान्तिमदि विरहं मा कृधा मम यश गच्छामि सविधे तव भामे पतिव्रते इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् तं प्रयान्तं पदिं श्रेष्ठं नयनैर्निमिषोच्छितैः विलोकयामास तदा पतिव्रतपरायणा स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलां कत्वा पितरमम्बां च ववन्दे शिरसा मुदा मातापुत्रं परिष्वज्य स्वाङ्गमारोपयत्तदा मुञ्चन्ति बाष्पनिचयं स्वस्त्यस्त्विति जगादसा पितरं प्राहभरदं रामो यज्ञकरः परः पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः ज्ञाज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा ययौ शत्रुघ्नकटकं महावीरविभूषितम् दधिभिः पतिभिर्वीरैः सदस्वैः सादिभिर्वृदः ययौ मुदा रघुत्तं स महायज्ञहयाग्रणीः गच्छन् पाञ्चालदेशांश्च कुरूंश्चैवोत्तरान् कुरून् दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलं रावणासुरखादेन भक्तरक्षाविधायकं पुनश्च हयमेधादिकार्यमारभ्य पावनं यशो वितन्वन्भुवने लोकान्रामो विदा भयाद तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः रघुनाथस्य सचिवशत्रुघ्नाननुचरो वरः ययौ ते नमः वीरो ग्रामाञ्चनपदान् बहून् रघुनाथप्रतापेन न कोऽपि हृतवान् हयं देशाधिपाये बहवो महाबलपराक्रमाः हस्त्यश्वरथपादाद चतुरङ्कसमन्विताः सम्पदो बहुशो नीत्वा मुक्ता माणिक्यसंयुताः शत्रुघ्नं हयरक्षार्थमागतं प्रणदामुहुः इदं राज्यं धनं सर्वं सपुत्र पशुबान्धवं रामचन्द्रस्य सर्वं हि न मदीयं रघुद्वः एवं तदुक्तमाकर्ण्य शत्रुघ्नपरवीरः आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि एवं क्रमेण सम्प्राप्तशत्रुघ्नो हयसंयुधः अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलां ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषितां सौवर्णैस्पाडिकैर्हर्म्यैर्गोपुरैः समलङ्कृतां यत्र रम्भा तिरस्कारकारुण्यकमलाननाः दृश्यन्ते सर्वकर्म्येषु ललना लीलयान्विताः यत्र स्वाचार ललिताः सर्वभोगैकभोगिनः धनधानु चरा यद्वत्तथा लीलासमन्विताः यत्र वीराधनुर्हस्ताशरसन्धानकोविदाः कुर्वन्ति तत्र राजानं सुहृष्टं सुमदाभिधम् एवंविधं ददर्शासौ नगरं दूरदप्रभुः पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितं पुन्नागैर्नागचम्पैश्च तिलकैर्देवदायुभिः अशोकैः पाडलैश्चूदैर्मन्दारैः कोविदारकैः आम्रजम्बुगदम्बैश्च प्रियालपनसैस्तथा शालैस्तालैस्तमालैश्च मल्लिकाजादियूधिभिः नीफैः कदम्बैर्बगुलैश्चम्पकैर्मदनादिभिः शोभितं सद दर्शादशत्रुघ्नपरवीरः हयोगदस्तद्वनमद्य देशे तमालतालादि सुशोभिदे वै ययौ ततः पृष्ठद एव वीरो धनुर्धरै सेविद पादपद्मः ददर्शतरचितं देवायदनमद्भुतम् इन्द्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभं जातरूपमयस्तम्भैः शोभितं सत्मनाम्बरं दृष्ट्वा तद्रघुनाथस्य भ्राता देवालयं वरं पप्रच्च सुमतिं स्वीयं मन्त्रिणं वदतां वरं शत्रुघ्न उवाच वदामात्यवरेदं किं कस्य देवस्य केदनं का देवता पूज्यतेऽत्र कस्य हेदोस्तिदानख एवमाकर्ण्य यथावदिह सर्वशः कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदं यस्या दर्शनमात्रेण सर्वसिद्धिप्रजापदे देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियं धर्मार्थकाममोक्षाणां धात्रीभक्तानुकम्पिनी याचिता सुमदेनात्रा हिच्छत्रापदिना पुरा स्थिता करोति सकलं भक्तानां दुःखहारिणी तां नमस्कुरु शत्रुघ्न सर्ववीरशिरोमणे नत्वा सुसिद्धिं प्राप्नोषि ससुरासुरदुर्लभां इति श्रुत्वा ददद्वाक्यं शत्रुघ्नशत्रुतापनः पप्रच्छ सकलां वार्तां भवान्या पुरुषर्षभः शत्रुघ्न उवाच को हिच्छत्रापदी राजा सुमदः किं तपः कृतं येनेयं सर्वलोकानां मादा तुष्टात्र संस्थिता वद सर्वमहामात्य नानार्थपरिबृंहितं यथावत्त्वं हि जानासि तस्माद्वदमहामदे सुमदिरुवाच हेमकूडो गिरिपूदः सर्वदेवोपशोभितः तत्रास्ति तीर्थं विमलमृषिवृन्दसुसेवितं सुमदो हि तपस्तेपे हदमातृपितृप्रजः अरिभिः सर्वसामन्तैर्जगाम तपसेहितम् वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् जगतां मातरं दध्यौ नासाग्रस्तिमिते क्षणः वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् चकारपरमुग्रं स तपः परमदुश्चरम् अब्दानि त्रीणि सलिले शीतकाले ममज्जसः ग्रीष्मे चचार पञ्चाग्नीन् प्रावृत्सु जलदोन्मुखः त्रीणि वर्षाणि भवनं समृद्ध्यस्वान्तगोचरं भवानीं संस्मरन् धीरो न च किञ्चन पश्यति। वर्षे द्वादशे तीदे दृष्ट्वैतत्परमं तपः विभाव्य मनसातीव शक्रः पस्पर्धतम्भयाद। आदिदेश सकामं तु परिवारपरीवृतम् अप्सरोभिः सुसंयुक्तं ब्रह्मेन्द्रादि जयोद्यतं गच्छकामसखे मह्यं प्रियमाचरमोहन सुमदस्य तपोविघ्नं समाचर यथा भवेद। इति श्रुत्वा महद्वाक्यं तुरा साख स्वयं प्रभुः उवाच विश्वविजये प्रौढगर्वोरकुद्वः। काम उवाच स्वामिन् कोऽसौ हि सुमद किं तपःस्वल्पकं पुनः ब्रह्मादीनां तपोभङ्गं करोम्यस्य दुःखा कथा। मत्बाणबलनिर्भिन्नश्चन्द्रं स्तारां गतः पुरा त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकां। चिन्तां मा कुरु देवेन्द्र सेवके मयि संस्थिते येष गच्छामि सुमदं देवान् पालय मारिष। यवमुक्त्वा कामदेवो हेमकूडं गिरिं ययौ वसन्तेन युधसख्या तथैवाप्सरसाङ्गणैः। वसन्तस्तत्र सकलान् वृक्षान् पुष्पफलैर्युधान् कोकिलान् षट्पदश्रेण्या कुष्ठानाशु चकारः। वायुः सुशीतलोवादि दक्षिणां दिशमाश्रितः कृतमालासरितीरलवङ्गकुसुमान्विदः। एवंविधे वने वृत्ते रम्भानामाप्सरोवर सखीभिः समृदा तत्र जगाम सुमदान्तिकम्। तत्रारभदगानं सा किन्नरस्वरशोभना मृदङ्गप्रणवानेकवाद्यभेदविशारदा। तद्गानमाकर्ण्य नराधिपोऽसौ वसन्तमालोक्य मनोहरं च तथान्यपुष्टारटितं मनोरमम् चकारचक्षुपरिवर्तनं बुधः। तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् चकारसत्वरं सज्यं धनुस्तत्पृष्ठतो नख। एकाप्सरास्तत्र नृपस्य पादयोः संवाहनं नर्तितनेत्रपल्लवा। चकार चान्यादुकटाक्षमोक्षणं चकारकाचित् भृश्यमङ्गजेष्ठितम्। अप्सरोभिस्तदा कीर्णकामविह्वलमानसः चिन्तयामास मदिमाज्जितेन्द्रियशिरोमणिः। यदा मे तपसो विघ्नकारिण्योऽप्सरसां वराः शक्रेण प्रेषिता सर्वाः करिष्यन्ति यथा तदम्। इति सञ्चिन्त्य सुतपास्ता उवाच वराङ्गनाः कायूयं कुत्र संस्थाः किं भवदीनां चिकीर्षितम्। अत्यद्भुतं जातमहो यद्भवत्योक्षिगोचराः। यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः। इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः। ॐ